नमो भगवते रुद्राय नमस्ते रुद्रमन्यव उदोद इशवे नमः नमस्ते अस्तु दन्वने बाहुभ्यामुददे नमः याद इशु शिवतमा शिवं फभुव देदनुः शिवा शरव्याया तवतया नो रुद्रमिडया यादे रुद्र शिवा तनुरखोरा पापगाशिनी तया नस्तनुवा शन्दमया गिरिशन्धापि चागशीः तया नस्तनुवा शन्दमया गिरिशन्धापि चागशीः यामिषुं गिरिशन्दहस्ते बिभर्ष्यस्तवे शिवां गिरित्रदां कुरु माहिगुंसि पुरुषं जगद् शिवेन वजस्वात्वा गिरिशाचावदामसि यदा नः सर्वमिच्छगद यष्मगुं सुमना असद् अद्य वोजदधि वक्ता प्रदमो दैव्योऽभिषग् अहीगंश्च सर्वान् आं जम्बयन् सर्वा आंश्च याधु धान्यः असौ यस्ताम्रो अरुण उद प्रभुः सुमङ्गलः ये चेमागुं रुद्रा अभिदो दीक्षुश्रिदा सहस्रशो वैशागुं हेड ईमहे असौ यो वसर्पदि नीलग्रीवो विलोहितः उदयनं गोपा अदृश्युन्नदृश्युन्नुदहायः उदयनं विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अदो ये असि सत्तानोऽहं तेभ्यो करन्नमः प्रमुञ्जदन्ननस्तमुभयोरात्रियोर्ज्याम् याश्च देहस्त इषवपरादभगवो वभा अवदत्यदनुस्तुगुं सहस्राक्षसदेषु दे निशीर्यशल्यानां मुखा शिवो न सुमना भवा विज्यं दनु कबर्दिनो विशल्यो बाणवागुं उदा अनेशन्न शेषव आभूरस्य निषङ्गदिः या देहे दुर्मीडुष्टमहस्ते प्रभुव दे दनुः तयास्मान् विश्वदस्तम यष्मया परिभुजा नमस्ते अस्त्वायुधायाना तदाय दृष्णवे उभाभ्यामुददे नमो बाहुभ्यां तव दन्वने परिते दन्वनो हेदिरस्मान् ऋणक्तु विशदः अदोय इषुदिस्तवारे अस्मिन्निदेहिदम् नमस्ते अस्तु दन्वने बाहुभ्यामुददे नमः याद इषु शिवतमा शिवं बभूव दे दनुः शिवा शरव्याया तव तया नो रुद्रमिडया यादे रुद्र शिवा तनुरघोरा पापगाशिनी तया नस्तनुवा शन्दमया गिरिशन्धापि चागशीः यामिषुं गिरिशन्दहस्ते बिभर्ष्यस्तवे शिवां गिरित्रदां गुरु माहिगुंसि पुरुषं जगद् शिवेन वजस्वा त्वा गिरिशाचावदामसि यदा नः सर्वमिज्जगद यष्मगुं सुमना असद् अद्य वोजदधि वक्ता प्रदमो दैव्योऽभिषग् अहीगंश्च सर्वान् आं जम्बयन् सर्वान् आंश्च याधु धान्यः असौ यस्ताम्रो अरुण उद प्रभु सुमङ्गलः ये चेमागुं रुद्रा अभिदो दिक्षुश्रिदा सहस्रशो वैशागुं हेड ईमहे असौ यो वसर्पदि नीलग्रीवो विलोहितः उदयनं गोबा अदृशिन्नदृश्युन्नुदहायः उदयनं विश्वा भूतानि सदृष्टो मृदयानि नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अदो ये अस्य सत्त्वानोऽहं तेभ्यो करं नमः शांति शांति।